गते वर्गे सुवर्णं तैजसं द्रव्यम् इत्यस्य विषये चर्चा जाता. तत्र उक्तमासीत् सुवर्णे पार्थिवद्रव्यस्य अंशाः स्युः, किन्तु सुवर्णं तु तैजसं द्रव्यमेव इति. यतोहि अत्यन्तानलसंयोगे असति प्रतिबन्धके अपि सुवर्णस्य द्रवत्वं न नश्यति. यावत्पर्यन्तं वयम् अग्नि संयोजयामः अपि च प्रतिबन्धकम् अपि न स्थापयामः तथापि सुवर्णस्य द्रवत्वं तिष्ठति, इत्यतः सुवर्णे एव कश्चन गुणः अन्तर्भूतः अस्ति, कश्चन तैजसः गुणः अन्तर्भूतः, येन सुवर्णं तैजसं द्रव्यम् इति साधितम्. तत्र कोऽपि सन्देहः वा प्रश्नः वा अस्ति वा? न, तत्र स्पष्टं स्यात् सर्वं यद् वयं करपत्रात् पठितवन्तः. अस्तु, तर्हि अधुना इतः अग्रे सरेम. अद्य पुनः विद्याधरी पुस्तकात् पठनं भवति, द्विचत्वारिंशत्तमे पुटे वयं स्मः. केनापि आगतं वा इदानीम्? आं भगिनि, अहं शिवरामकृष्ण अस्मि. शिवरामकृष्णमहोदय, अस्तु. राजेन्द्रमहोदय पठति वा? आम् आं भगिनि. रूपरहितस्पर्शवान् वायुः इत्यस्मात् आरभ्य. रूपरहितस्पर्शवान् वायुः द्विविधा, नित्य अनित्यश्च. नित्यः परमनुरूपः, अनित्यः कार्यरूपः. पुनः शरीरे इन्द्रियविषयभेदात् शरीरं वायुलोके, इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति आदिकम्पनहेतुः. शरीरान्तसञ्चारी वायुः प्राणः, स च एको उपाधिभेदात् प्राणापानादिसंज्ञा वर्तते. अस्तु, उच्यतां. यथा शीतस्पर्शवत्यः आपः, उष्णस्पर्शवत्तेजः, गन्धवती पृथिवी इत्यादिकमासीत्, तथा एव वायुः. किं न्यायिकः किं वदन्ति? रूपरहितस्पर्श वायुः, तस्य रूपरहितस्पर्शवान् तत्तु वायुः लक्षणम् एव अस्ति. वायुः तस्य द्विविधा अस्ति, नित्यः अस्ति यथा परमाणुरूपः, यथा वयं पूर्वमपि दृष्टवन्तः तेजः अथवा आपः, तथैव अत्रापि प्रमाणरूप नित्यरूपः अस्ति. अनित्यरूपः कार्यरूपः. कार्यरूपः इत्युक्ते पुनः त्रिविधा सन्ति शरीरे इन्द्रियविषयभेदात्. शरीरं वायुलोके, यथा वायु शरीरं, यथा अस्माकं शरीरे वायु अस्ति एव तत् शरीरम्. इन्द्रिय तु स्पर्शग्राहक त्वक् सर्वशरीरवर्ति. इन्द्रिय तु यथा अस्माकं त्वचा अस्ति, तत्र स्पर्शग्राहकं, तस्य स्पर्शग्राहकं त्वचा एव अस्ति. तत् सर्वत्र शरीरे एव अस्ति, तत् प्रवृत्ति सर्वत्र अस्ति शरीरे. विश्वो वृक्षादिकम्पनहेतुः, यदा बहिः पश्यामः तत्र वृक्षेषु कम्पनं भवति, तत्र तु तस्य हेतुः तु वायुः एव अस्ति. शरीरान्त सञ्चारी वायु प्राणः, शरीरे यथा वायुः सञ्चरति तत् प्राणः वदामः एवं. तत् किञ्चित् कुत्र देश कुत्र अस्ति सः प्राणः, तत्र भिन्नभिन्नसंज्ञा लभ्यते. तत्र यथा प्राण अपान व्यान समान तथा उद्यान पञ्च भेदात् प्राणाः सन्ति अस्माकं शरीरे, सः तत्र तादृशी कुत्र कुत्र कस्मिन् कीदृशी प्राणः कुत्र लभ्यते तत्र तत्कारणात् संज्ञा दीयते तथैव. अस्तु, बहु सम्यक् अस्ति महोदय. यथा महोदय भगिनी एकः प्रश्नः अस्ति, किमर्थं वायुः अपि रूपमस्ति? किम् अहं तत् वायुः मध्ये तु नित्या अनित्या कथं जानीमः वयम्? अत्र सर्वत्रापि प्रथमतया वायुः रूपरहितस्पर्शवान्, वायौ रूपरहितत्वम् अपि च स्पर्शवत्वम् इति लक्षणं, वायोः लक्षणं लक्षणद्वयं, रूपरहितस्पर्शवान् वायुः. पुनः यथा अन्यत्रापि उक्तं तथैव नित्य अनित्य इति अस्ति. नित्या परमाणुरूप, सर्वेषां द्रव्याणां परमाणु भवति एव. खण्डनं कृत्वा कृत्वा यदि गच्छामः यत्र यत्र पुनः खण्डनं न शक्यं, तादृशं रूपं परमाणुः इति उच्यते. स च नित्यः, परमाणवः नित्याः एव भवन्ति. वायोः अपि परमाणवः नित्याः, पुनः कार्यरूपा अनित्याः. तत्र यथा पूर्वमपि वयं दृष्टवन्तः त्रिविध अस्ति, त्रैविध्यमस्ति, शरीर इन्द्रिय विषयभेदात्. अत्र शरीरं तु वायुलोके इति उक्तं नैयायिकैः. इन्द्रियं तु स्पर्शग्राहकं त्वक्, सर्वशरीरवस्ति. त्वक् इत्युक्ते त्वचा, चर्मन् चर्म यद् अस्माकं शरीरे अस्ति, अपि च सर्वशरीरवस्ति इति उक्तमस्ति तत्र. सर्वशरीर वर्ति इत्युक्ते शरीरे सर्वत्र यद् अस्ति त्वक्, सः एव इन्द्रियं वायोः स्पर्शग्रहणार्थं. विषयः वृक्षादिकम्पनहेतुः, वृक्षः यदि कम्पते तस्य हेतुः वायुः, तस्य कारणं वायुः इति वयं जानीमः एव. अनन्तरं शरीरान्तसञ्चारिवायुः प्राणः, विषयद्वयं तत्र. वृक्षादिकम्पनहेतुः यद् यस्य अनुभवः भवति वृक्षस्य कम्पनस्य दर्शनेन वा, अथवा यदि वायुः वेगेन वहति तदा स्पर्शग्राहकेन अनुभवः भवति वायौ. अन्यत्र वायुः प्राणरूपेण तिष्ठति शरीरे. अपि च तत्रापि पञ्चप्राणाः इति उच्यते, राजेन्द्रमहोदयेन उक्तं, प्राण अपान समान ज्ञानः उदानः इति. पञ्चप्राणाः इति यद् उच्यते अस्माकं शरीरे लभते, तादृशः अपि वायोः विषयः एव. अपि च अत्र उक्तमस्ति स चैको उप्य स चैको प्युपाधिभेदात्. उपाधिभेदात् नाम देशभेदात्. शरीरे प्राणः कुत्र वर्तते, कस्मिन् प्रदेशे वर्तते इति अवलम्ब्य पञ्चप्राणाः निर्दिष्टाः सन्ति इति उक्तं वायोः विषये. अत्र कस्यापि प्रश्नः अस्ति वा? भगिनी, संज्ञा लभते अर्थं किम्? प्राण अपानादि संज्ञा, प्राण अपान आदि इत्युक्ते इत्यादि संज्ञा. संज्ञा मीन्स् नाम, संज्ञा मीन्स् नामकरणं, सत्यं. पञ्चप्राणाः, प्राण अपान उदान समानव्यानः, समानव्यान. उपाधिभेदात् इत्युक्ते देशभेदात् संज्ञां लभते, नामकरणं प्राप्नुवन्ति पञ्चप्राणाः इति उक्तम् अत्र. अस्तु, केन केन नूतनतया आगतम्? अहं नीता अस्मि. नीता भगिनी नमस्कारः. नमस्ते. अनन्तरं क्षम्यताम्, इतोपि एकवारं. वर्धनी अस्मि. वर्धनी भगिनी, अस्तु. अस्तु वयं नमस्कारः नमस्ते भगिनि सन्ध्या अस्मि इदानीं रूपरहितस्पर्शवान् वायुः इत्यस्मात् आरभ्य अस्माकं पठनं सञ्जातं वायोः गुणः अत्र उक्तः अस्ति रूपरहितत्वम् अपि च स्पर्शवत्वं वायोः लक्षणं पुनः द्विविध नित्यः परमाणुरूप अनित्यकार्यरूप वायोः इन्द्रियम् अस्ति त्वक् स्पर्शग्राहकवर्ति विषयः वृक्षादिकम्पनहेतुः अपि च शरीरे स्थितः प्राणः अपि वायुः इति उच्यते इति एतावत् अस्माभिः पठितम् अस्तु अग्रे रश्मि भगिनी पठति वा आं भगिनि शरीरेन्द्रियविषयभेदात् इति सङ्ग्रहग्रन्थः इह ग्रहणसौकर्याय पृथ्व्यादिचतुष्टयस्य पट्टिका प्रदर्शयते द्रव्यं पृथिवी अस्ति शरीरं मनुष्यादीनाम् इन्द्रियं घ्राणं विषयः मृत्पाषाणादिः द्रव्यं जलं शरीरं वरुणलोके इन्द्रियं रसनं सरित्समुद्रादिः विषयः द्रव्यं तेजः आदित्यलोके इन्द्रियं चक्षुः विषयः भौमादिः द्रव्यं वायुः शरीरं वायुलोके इन्द्रियं त्वक् विषयः वृक्षादिकम्पनहेतुः इति अस्माभिः पठितमेव केवलं सौकर्याय अत्र कोष्टकरूपेण जलपरमाणवादौ अपि पूर्वोक्तं नित्यत्वम् इतरेषु अनित्यत्वं बोध्यम् जलादिशरीराणां वरुणादिलोके स्थितिः पुराणप्रसिद्धा नासिकादिकम् अधिष्ठानम् आश्रयः तत्र स्थितानि इन्द्रियाणि ग्रन्थादिप्रत्यक्षं जनयन्ति तेजोग्रन्थे अभिन्धनमिति आपः जलं निमित्तकारणं यस्य तत् विद्युदादि सुवर्णस्य तेजोरूपता वेदबोधिता अग्नेरपत्यं प्रथमं हिरण्यम् इति श्रुतेः अस्तु भगिनि उच्यताम् किञ्चित् अवगन्तुं किञ्चित् क्लेशं पङ्क्तिशः नास्ति चिन्ता पङ्क्तिशः पठित्वा वदतु आं सहायं करोमि जलपरमाणु आदौ अपि पूर्वोक्तं नित्यम् इतरेषु अनित्यं च बोध्यम् मनुष्यादि शरीरविषये जलपरमाणु नित्यं भवति पुनः सारांशरूपेण एव उक्तं जलपरमाणुवादौ पूर्वोक्तं नित्यत्वम् आदौ इत्युक्ते आदिः तत्र इत्यादिः इत्यस्य अर्थे जलं भवतु पृथ्वी भवतु तेजः वायुः भवतु तत्र नित्यत्वं वर्तते परमाणुवादौ नित्यः परमाणुरूप अनित्यत्वं तु बोध्यं जलादिशरीराणां वरुणादिलोके स्थितिः पुराणप्रसिद्धा उपरितने कोष्टके प्रदर्शितमस्ति शरीरं कुत्र पृथ्वी मनुष्यादीनां जलं वरुणलोके तेजः आदित्यलोके वायुः वायुलोके इति अपि च नासिकादिकम् अधिष्ठानमाश्रयः गन्धग्राहकं घ्राणम् इत्यादिकम् अस्माभिः पठितं इन्द्रियं किम् अस्ति? पृथिव्याः घ्राणं, जलस्य रसनं, तेजसः चक्षुः, वायोः त्वक् इत्येव पुनः अत्र उक्तमस्ति. तत्र स्थितानि इन्द्रियाणि गन्धादिप्रत्यक्षं जनयन्ति. गन्धादिप्रत्यक्षम् इत्युक्ते तस्य ज्ञानं जनयन्ति. पृथिव्याः लक्षणमस्ति गन्धः, जलस्य शैत्यं. तर्हि इन्द्रियं यदस्ति, तत् सम्बद्ध इन्द्रियं, तद् लक्षणस्य ज्ञानं जनयति. स्पर्शं, वायोः वायुः अस्ति इति कथं जानीमः? वायोः इन्द्रियम् अस्ति त्वक्, तेन स्पर्शं प्राप्य तस्य ज्ञानं भवति. वायुः अस्ति इति ज्ञानं भवति. अग्रे पठतु. शरीरम् इत्युक्ते मनुष्यादीनां वरुणलोके ते सर्वे मनुष्यस्य शरीरं पृथिव्याः शरीरमेव मनुष्यादीनाम् इत्युक्ते अस्मदादीनां अन्यत्र वरुणलोके मीन्स् अस्माकं शरीरं नयायिकानां मतमस्ति यद् शरीरं, जलस्य शरीरं कुत्रचित् वरुणलोके अस्ति, तेजसः आदित्यलोके इत्यादिकं. केवलं पार्थिवशरीरं मनुष्यादीनां. अस्तु, रश्मि भगिनी अग्रे पठतु. तेजोग्रन्थे अभिन्धनमिति, अभिन्धनं गतसप्ताहे तेजोग्रन्थे इत्युक्ते यत्र तेजसः लक्षणस्य विवरणमासीत् तत्र एकं वाक्यमासीत् खलु, अभिन्धनं दिव्यं विद्युदादि इति. तत्र अभिन्दनं नाम किम् इति अग्रे उक्तमस्ति, पठतु. आपः जलं निमित्तकारणं, यस्य तद् विद्युदादिः. सुवर्णस्य तेजोरूपता वेदबोधिता. अग्नेरपत्यं प्रथमं हिरण्यम् इति श्रुतेः. श्रुतेः वाक्यमस्ति, अग्नेः अपत्यम् अस्ति हिरण्यम् इति, सुवर्णस्य तेजरूपता बोधनाय. अनन्तरम् अस्ति अभिन्धनम् इति. किम् अवगतं तत्र? अप् इत्युक्ते जलम्. अब् इत्युक्ते जलं, जलं यस्य कारणं तद् अभिन्दनम् इति अस्ति. वृष्टिकाले वयं यद् पश्यामः तडित् आकाशे लैट्निङ्ग्, तादृशमस्ति अभिन्दनम्. जलम् अब् इत्युक्ते जलम्. परन्तु आपः जलम्, आपः एव जलं भवति, जलम् अपि जलमपि भवति. आपः जलं निमित्तकारणम् इत्युक्ते आपः इत्युक्तं यतोहि तत्तु नित्यबहुवचनम् अस्ति. बहुवचनं, नित्यबहुवचनं, हलन्तशब्दः अस्ति, नित्यबहुवचनरूपम् आपः इति. परन्तु मम प्रश्नम् अत्र नास्ति. आपः जलं निमित्तकारणम्, अपः अर्थं जलं भवति, तद् जलस्य जलं निमित्तकारणं, तद् तत्र किम् उच्यते इति अहम् अत्र आपः जलं समानार्थकपदे स्तः. केवलम् आपः इति बहुवचने अस्ति यतोहि नित्यबहुवचनम् इति महोदयेन उक्तमासीत्. आपः निमित्तकारणं यस्य तद् विद्युदादि, जलं निमित्तकारणं यस्य विद्युदादीनां निमित्तं जलमस्ति इति. हा, जलमस्ति. तादृशं तेजः अस्ति अभिन्दनम् इति. नवागतं भगिनी. आम्, यदा निमित्तकारणम् अर्थं किम् निमित्तम् इत्युक्ते कास् निमित्तकारणं कारणं कारणं यस्य कारणं जलं यस्य कारणम् अथवा जलं निमित्तं यस्य कस्यापि भवति तादृशः विद्युत् भवति अभिन्दनम् इति. तेज तेजसः चतुर्विधत्वं विद्युदादि यदा उत्पद्यते तदा तेजः भवति तद् अभिन्दनं सत्यं न अत्र तेजसः तेजसः विवरणे विषयचतुर्विधः इति उक्तम् भौम दिव्योदर्याकरजभेदात् इति भौमं वह्न्यादिकम् अस्तु भूमौ विद्यमानः अग्निः वह्नी इति उच्यते अभिन्दनं दिव्यं विद्युदादि विद्युद् यत् पश्यामः अभिन्दनं यत् पश्य अभिन्दनं नाम जलः यस्य हेतुः भवति कारणं भवति तादृशः तेजः आकाशे यद् वयं पश्यामः दिवि तदर्थं दिव्यं विद्युदादि अभिन्दनम् अनन्तरं भुक्तस्य परिणामहेतुः उदरे यः अग्निः अस्ति तादृशम् आकरजं सुवर्णादिः आकरजे सुवर्णम् इत्यादिकं यद् लभते सः अपि अग्निः तादृशेषु अग्निषु अभिन्दनम् इति अपि एकं तर्हि अभिन्दनं नाम किम् इति अत्र सूचितमस्ति तावदेव जलं यस्य कारणं तदस्ति अवगतम् अस्तु अग्रे रागिणी भगिनी पठति वा दलसार्थक्यं नाम किम् अथ वायुग्रन्थे विशेषः चिन्त्यते रूपरहितः स्पर्शवान् वायुः इति वायुलक्षणम् पूर्वदर्शितरीत्या रूपरहितत्वे सति स्पर्शवत्वं वायोर्लक्षणं रूपरहितः इत्यस्य रूपसामान्यभाववान् इत्यर्थः स्पर्शवत्वं स्पर्श एव अत्र रूपरहितत्वं स्पर्शवत्वम् इति द्वे दले भागौ वर्तेते विषयेऽस्मिन् किञ्चित् विचार्यते अत्र किम् अस्ति वायोः विचारः उपस्थापितः सः कः इति उच्यताम् वायोः द्विविधा वायोः लक्षणं द्विविधा रूपरहितः अपि अस्ति अपि च स्पर्शवान् वायुः अपि अस्ति तथा द्वे दले सन् स्तः इति किञ्चित् लिखितमस्ति रूपरहितः इति रूपसामान्य भाववान् स्पर्शवान् इति तत्र स्पर्शवत्वं अभाववान् रूपसामान्य अभाववान् अस्तु अपि च स्पर्शवत्वम् अपि अस्ति अतः स्पर्श तत्रापि द्वितीयं लक्षणम् अस्ति वायोः तर्हि अत्र किम् अस्ति अपरत्र गन्धवती पृथिवी इति वदामः पृथिव्याः लक्षणः गन्धवत्वम् इति अस्ति अत्र किमर्थं द्वौ भागौ स्तः इति विचारः अस्ति केवलं रूपरहितवान् वायुः इति वदनेन वा अथवा स्पर्शवान् वायुः इति वदनेन वा कार्यं सिद्ध्यति न वा इति अस्मिन् विषये किञ्चित् विचारः अस्ति अग्रे अवगतं वा आम् अन्यत्र सर्वत्र एकमेव लक्षणम् उक्तम् अत्र किमर्थं लक्षणद्वयम् इत्यस्य विचारं कुर्मः अग्रे गत्वा. अस्तु, अजितमहोदय पठति वा? आं भगिनि. कश्चित् सखायं गृहसङ्केतं पृच्छति. उत्तररूपेण सखा यदि स्वस्य पत्रसङ्केतं वदति सम्यो सम्यगेव. ग्रहणसौकर्याय समीपस्थं किञ्चित् प्रसिद्धं स्थलम् अतिरिक्तमपि वदति चेत् न दोषः. परन्तु अनावश्यकं यद्यद् गृहसमीपे वर्तते तत् वक्तुमारभते चेत् सः परिहास्यतां प्राप्नोति. अतः वक्त्रा बोधनीयम् किञ्चित् मम सङ्गणके किञ्चित् एकनिमिषं भगिनि. अस्तु अस्तु, चिन्ता नास्ति. तर्हि अस्तु, रश्मि भगिनी एव अग्रे पठति वा? अतः परन्तु अनावश्यकं यद्यद् गृहसमीपे वर्तते तत् वक्तुम् आरभते चेत् सः परिहास्यतां प्राप्नोति. अतः वक्त्रा बोधनीयं यत् वस्तु तस्य सम्यक् परिज्ञानाय वस्तुसम्बन्धी आवश्यकः धर्मः निर्देष्टव्यः. आवश्यकः धर्मः निर्देष्टव्यः. परन्तु खलु अनावश्यकं नैव प्रयोक्तव्यम् इति लोकसिद्धोऽयं संव्यवहारः. किं वा शास्त्रीये विचक्षणव्यवहारे एकस्यैव वस्तुनः साधनाय ज्ञापनाय साधकद्वयं यदि वदि उपन्यस्येत् यदि वादि उपन्यस्येत् पराभवयोग्यः भवेत्. अस्तु, उच्यतां महोदय. तत्र विचारः कः इति संक्षिप्तरूपेण उच्यताम्. विचारः वयं कथं वायोः वायोलक्षणं द्वे दले भागे वर्तते इति विचारः. रूपरहितः स्पर्शवान् वायु इति. तदनन्तरं अत्र कश्चित् सखायं गृहसङ्केतं पृच्छति. सखा सखायौ सखायम् इति, न क्षम्यतां, सखायं द्वितीया विभक्ति सखी प्रातिपदिकम् अस्ति. गृहसङ्केतं पृच्छति चेत् कश्चन गृहसङ्केतं अन्यः पृच्छति चेत् सामान्यतया गृहसङ्केतस्य समीपे एक वस्तूनि लेण्ड्मार्क् अस्ति चेत् सामान्यतया वक्तुं शक्यते इति. तदेव अवगतम्. अस्तु अस्तु, गृहसङ्केतं कमपि गृहसङ्केतं पृच्छामश्चेत् सः पत्रसङ्केतम् इत्युक्ते अत्र पोस्टल् अड्रेस् इति लिखितमस्ति अधोभागे, पत्रसङ्केतं दद्यात् अथवा समीपस्थं किमपि सङ्केतं दद्यात् येन सुलभतया गृहं प्राप्नुयात् यः कोऽपि इति. किन्तु अनावश्यकं सर्वं वदति चेत् तत्र मम गृहस्य पार्श्वे वृक्षः अस्ति, तदस्ति, एतदस्ति इति सर्वं वदति चेत् अनावश्यकं, तर्हि तत् तत्तु हास्यास्पदमेव भवति. अस्तु, अनावश्यकः पल्गु व्यर्थविषयान् वदति चेत् तत् हास्याय एव भवति. वस्तुसम्बन्धि आवश्यकधर्मः निर्देष्टव्यः. गृहसङ्केतवदनसमये वयं पत्रसङ्केतं दद्मः अथवा किञ्चित् प्रसिद्धं स्थलम् इत्यपि वदामः, तत्तु वस्तुसम्बन्धि. अत्र वायोः विषये रूपरहितः स्पर्शवान् इति उक्तं नयायिकैः. तर्हि किम् एतेषां विचक्षणां व्यवहारे एकस्यैव वायोः निर्देशार्थं धर्मद्वयस्य उपयोगः भवति? एकः एव वस्तुः वायुः, तस्य बोधनाय साधकद्वयम् अथवा धर्मद्वयम् उपयुक्तम् अस्ति अत्र. तर्हि किम् अत्र कारणं किम्? यदि अनावश्यकम् अस्ति चेत् एतेषां वदनं सर्वं धर्मद्वयस्य वदनम् अनावश्यकम् अस्ति चेत् तर्हि वादी पराभवयोग्यः भवेत्. वादी इत्युक्ते यः वादं करोति तस्य पराभवः, अपजयः, पराजयः भवेत् यदि वारं वारम् अनावश्यकं वदति चेत्. किमर्थं सः उक्तवान् रूपरहितः स्पर्शवान् इति? गुणद्वयं किमर्थम् उक्तमस्ति इति विचारः अस्ति. अस्तु, गोपालमहोदय अग्रे पठति वा? आम्, इत्थमेव वस्तुस्वरूपज्ञानाय लक्षणप्रयोगे कर्तव्ये एकेन दलेन वस्तुनः सम्यक् ज्ञानं भवति चेत् दलद्वयं न वक्तव्यं न प्रयोक्तव्यम्. एवमपि सङ्ग्रहकारेण दलद्वयं प्रयुक्तं, सङ्ग्रहकारेण दलद्वयं प्रयुक्तम् अत्र वायुलक्षणं. तद् उपयोगस्तु अतिव्याप्तिरूपदोषवारणाय, अतिव्याप्तिदोष तत्र वयं पूर्वं पठितवन्तः अतिव्याप्ति यत्र एकः गुणः वयं वदामः चेत् यस्मिन् पुनः स्मारयतु, दोषत्रयम् आसीत्, त्रयः दोषाः लक्षणस्य निर्णयार्थं दोषराहित्यम् अपेक्षितं. कीदृशाः दोषाः न स्यात्? पूर्वं वयं पठितवन्तः यदा वयं लक्षणं विवरणं कर्तुम् इच्छन्ति चेत् तत्र कुत्र अस्ति अव्याप्ति अतिव्याप्ति इति अव्याप्ति अतिव्याप्ति असम्भावः इति असम्भवः. अस्तु, असम्भवः अव्याप्तिदोषः नाम अव्याप्तिदोषः नाम सर्वेषु लक्ष्येषु न वर्तते. उत्तमम्. इत्युक्ते एकदेशवृत्तित्वं लक्ष्येषु कुत्रचित् वर्तते, कुत्रचित् न वर्तते इति अव्याप्तिदोषः. अव्याप्तिदोषः अतिव्याप्तिदोषः इति युक्ते यत् लक्ष्येषु वर्तते अपि च अन्येषु लक्ष्येषु अपि वर्तते, तत् अतिव्याप्ति दोषः इति उच्यते. असम्भवदोषः इत्युक्ते अस्मिन् यत् लक्ष्यं वयं विवरणं कुर्मः तस्मिन्नपि नास्ति एव असम्भावः. लक्ष्येषु न वर्तते इति असम्भवदोषः. अत्र अत्र कीदृशदोषस्य निवारणाय दलद्वयं स्थापितम्? अतिव्याप्ति, अतिव्याप्ति इत्युक्ते अन्येषु पूर्वोक्त अतिव्याप् अतिव्याप्तिरूपदोषवारणाय अस्मिन् उदाहरणे रूपरहितस्पर्श रूपरहितत्वं सर्पवशं तत्र वायुः तत्र रूप स्पर्शमस्ति अन्येषु अपि स्पर्शं भवति पृथिव्याम् अथवा जले तेजसि अपि तेजसि अपि स्पर्शं भवति परं कथं वयं स्पष्टतया विवरणं कर्तुम् इच्छति लक्ष्यं लक्षणं विवरणं कर्तुं चेत् ये रूप स्पर्शमपि न पर्याप्तम् अन्यस्य उपयोगः अन्य गुणस्य उपयोगः अपि स्वीकरणीयमेव रूपरहितं अपरेषु वस्तुषु अपरेषु वस्तुषु अपरेषु द्रव्येषु स्पर्शवत्वं भवति किन्तु तेषु पृथिव्यामस्ति जले अस्ति तेजसि अपि अस्ति किन्तु रूपरहितत्वम् अस्ति वा पृथिव्याम् अन्येषु पृथिव्यां रूपरहितं न पृथिव्यां जले अपि च तेजसि रूपरहितत्वं नास्ति तस्मात् सम्यक् विवरणं करणीयं चेत् जल दलद्वयम् आवश्यकं तस्मात् अतिव्याप्तिरूपदोषं निवारणं भवति सम्यक् सर्वैः अवगतं वा दलद्वयस्य आवश्यकता किमर्थम् इति भगिनी एकवारम् अतिव्याप्तिविषये पुनः वक्तुं शक्यते वा हा अस्तु अस्तु अतिव्याप्तिदोषः नाम कश्चन गुणः लक्ष्येषु अपि वर्तते पूर्वं गोः उदाहरणं स्वीकृतम् आसीत् ग्रन्थे अस्मिन् गोषु यः धर्मः वर्तते सः धर्मः शृङ्गित्वम् इति स्वीकुर्मः शृङ्गः इत्युक्ते हार्न्स् शृङ्गित्वं गोषु वर्तते अपि च महिषेषु वर्तते अजेषु वर्तते अजः नाम गोट् महिषः नाम बफेलो सर्वत्र वर्तते शृङ्गित्वं तर्हि तादृशः गुणः यः लक्ष्येषु अस्माकं लक्ष्यं तु गौः गौ एव लक्ष्येषु अपि वर्तते अलक्ष्येषु अपि वर्तते तादृशः अतिव्याप्तिदोषग्रस्तः लक्षणं ग्रस्तं लक्षणम् अस्ति अत्र केवलं स्पर्शवान् वायुः इति वदामश्चेत् अथवा केवलं रूपरहितत्ववान् वायुः इति वदामश्चेत् दोषः भवति यतोहि स्पर्शः तु पृथिव्यां जले तेजसि अपि अस्ति वायोः लक्षणमेव साधारणलक्षणं गुणः नास्ति अपि च रूपरहितत्वम् इति अपि स्वीकुर्मश्चेत् चिन्तयन्तु पृथ्वी जलं तेजः वायुः अनन्तरम् आकाशः दिग् कालः मनः आत्मा इति नवद्रव्याणि सन्ति रूपरहितत्वं यद्यपि पृथ्वी तेजसि नास्ति तथापि रूपरहितत्वं काले अस्ति कालस्य रूपं नास्ति मनः तस्य रूपं नास्ति आत्मा तस्य रूपं नास्ति तर्हि तादृशः धर्मः अपेक्षितः येन इदं द्रव्यं वायुः इति वयं वक्तुं शक्नुमः तादृशः धर्मः यः अतिव्याप्ति अव्याप्तिदोषग्रस्तः नास्ति अत्र तु स्पर्शवान् वायुः इति वदामश्चेत् तत्र अतिव्याप्तिदोषः भवति यतोहि स्पर्शः अपरेषु द्रव्येषु अपि अस्ति केवलं रूपरहितत्ववान् वायुः इति वदामश्चेत् तत्रापि अतिव्याप्तिदोषः रूपरहितत्वं मनः कालः इत्यादि द्रव्येषु अस्ति तस्य निवारणाय दलद्वयं स्वीकृतं रूपितवान् रूपरहितः स्पर्शवान् वायुः इति उक्तमस्ति. धन्यवादः. बुद्धं वा? बुद्धम्. प्रश्नः अस्ति किम्? अस्तु, सरला भगिनी अग्रे पठति वा. कथम् उपयोगः उच्यते? रूपरहितत्वमेव यदि वायुलक्षणं स्यात् तदा पृथ्वी आदि त्रिकं विहाय सर्वस्मिन् जगति अतिव्याप्तिः. सर्वत्र रूपा अभावस्य सत्त्वात् अतः स्पर्शवत्वम् इति दलं दातव्यम्. स्पर्शवत्वम् आकाशादौ कापि नास्ति इत्यतः न दोषः. स्पर्शवत्वमेव यदि वायुलक्षणं स्यात् तदा पृथ्व्याम् अतिव्याप्तिः. अतः विचारः पुनः इदानीम् अस्तु अस्तु, पठित्वा अनन्तरं प्रतिपादयतु. ओके. रूपरहितमेव यदि वायुलक्षणं स्यात् तदा पृथ्वी आदि त्रिकं विहाय सर्वस्मिन् जगति अतिव्याप्ति इति वायुलक्षणं यदि अहं वयं रूपरहित सिध्यते तर्हि रूपरहितं पृथ्वी तेजस् जलं त्रयो द्रव्या रहित सर्वे द्रव्याणि रूपरहितं यथा भवती उक्तवती आकाश देश काल आत्मा मनः रूप नास्ति तर्हि रूपरहित अतिव्याप्तिदोषः अस्ति. अन्येषु लक्षेषु अपि अस्ति. सर्वत्र रूप अभाव सति. यदि वयं स्पर्शवत्वं दलं दातव्यं, स्पर्श आकाशो आदि नास्ति किन्तु स्पर्शं जलं पृथ्वीम् अपि अस्ति तर्हि स्पर्शत्वम् अतिव्याप्तिदोषः अस्ति. तर्हि रूपरहित वा स्पर्शत्वम् एकमेव लक्षणं न भवितुं शक्नोति. तदर्थं लक्षणद्वयम् अत्र सूचितं. द्वयं आवश्यकं. सत्यं सत्यं. वायोः असाधारणधर्मः कः इत्युक्ते रूपरहितत्वम् अपि च रूपरहितत्वे सति स्पर्शवत्वम् इति उच्यते. रूपरहितः स्पर्शवान् वायुः इति तदर्थम् उच्यते यतोहि अतिव्याप्तिदोषनिवारणाय इति स्पष्टम्. अत्र प्रश्नः अस्ति वा? न. केनापि आगतम् इदानीं नूतनतया? अस्तु, अग्रे शिवरामकृष्णमहोदय पठति किम्? आं भगिनि, पठामि. अतः दलद्वयं मिलित्वा लक्षणमिति नातिव्याप्तिः इत्थमेव सुखादियापलब्धिः लब्धिः ये साधनम् इन्द्रियं मनः इत्यादिषु दलद्वय घटितलक्षणेषु बोध्यं वक्ष्यते च. अहं न अवगच्छामि भगिनि. हा, अत्र उक्तं केवलं सारांशत्वेन उक्तमस्ति. दलद्वयं मिलित्वा लक्षणम् इति कृत्वा अतिव्याप्तिदोषः निवारितः. इत्थमेव इत्युक्ते तथा एव सुखाद्युपलब्धिसाधनं सुखाद्युपलब्धिसाधनम् इत्युक्ते इन्द्रियं नाम यस्य येन कारणेन यस्मात् ग्रहणं भवति स्पर्शस्य वा शैत्यस्य वा इन्द्रियम् इत्यादिषु अपि दलद्वयघटितलक्षणेषु बोध्यं वक्षते च इति अग्रे वदन्ति. दलद्वयघटितलक्षणमस्ति वायोः. अत्र अधोभागे चित्रं यत् अस्ति तत्र केवलं कुत्र कुत्र अस्ति रूपम् अपि च रूपाभावः कुत्र कुत्र इति प्रदर्शितम्. उच्यतां महोदय. आमां. रूपं पृथिवी, रूपं जलं, रूपं तेजः. एतत् त्रितयं विहाय सर्वेषु पदार्थेषु रूपाभावः वर्तते. अयं च रूपाभावः, रूपसामान्यभावः, रूपं नास्तीति प्रतीति सिद्धः. तत्र सामान्याभावीयप्रतियोगिता अवच्छेदकत्वं प्रागुक्तं विचिन्त्य रूपत्वनिष्ठावच्छेदकता निरूपिता अवच्छेद्यताश्रय प्रतियोगिता निरूपिता अनियोगिताश्रयः अभावः इत्यर्थः लभ्यते. अस्तु, अवगतं वा? आमां. चित्रस्य किञ्चित् प्रतिपादनं करोतु. पूर्वमपि उक्तमासीत् एतादृशं जलत्वं, वृष्टिजलत्वं स्मरन्ति वा? आमामां. जले या प्रतियोगिता अस्ति सा वृष्टिजले विद्यमानायाः प्रतियोगितायाः भिन्ना. कथं? जलत्वम् इति अवच्छेदकत्वम् अस्ति. जलत्वम् इति अवच्छेदकः धर्मः अस्ति येन जले विद्यमाना प्रतियोगिता वृष्टिजले विद्यमाना प्रतियोगितायाः भिद्यते. अस्तु, वृष्टिजलाभावः इति यत्र आसीत् तत्र कीदृशी प्रतियोगिता वृष्टिजलाभावस्य विरोधी भवति इति चिन्तनम् आसीत्. तत्र उक्तं जले जलत्वं तादृशजलत्वं प्रतियोगितायाः अवच्छेदकः भवति इति. तथा एव अत्र पुनः स्मारितमस्ति. चित्रं पठति वा महोदय? चित्रे यदस्ति किञ्चित् रूपं निष्ठ रूपत्वं तथा एव अस्ति तच्चित्रमेव खलु. रूपम् आमां. रूपं निष्ठ रूपत्वं निष्ठरूपत्वं अनियोगिता अहं न भगिनि क्षम्यतां भगिनि अहं तु नास्ति चिन्ता. तर्हि रूपम् इति प्रतियोगी अस्ति, अभावः रूपाभावः, वायौ रूपाभावः अस्ति, अभावे अनुयोगिता अपि च रूपे प्रतियोगिता, तेषां विरोधः भवति खलु. प्रतियोगिता अनुयोगितायोः विरोधः. रूपाभावस्य प्रति यः विरोधः वर्तते रूपे सः प्रतियोगिता. रूपस्य प्रति अभावे यः विरोधः वर्तते तस्य नाम अनुयोगिता. तर्हि अनुयोगिता प्रतियोगिता अनयोः मध्ये निरूपकनिरूप्यभावः अस्ति. तादृशनिरूपकनिरूप्यभावः अत्र उक्तम्. एकं वाक्यमस्ति, रूपत्वनिष्ठ अवच्छेदकता निरूपिता अवच्छेद्यताश्रय प्रतियोगिता निरूपित अनियोगिताश्रयः अभावः इति उपरितने वाक्ये केवलं प्रतियोगिता अनुयोगितयोः मध्ये कीदृशः निरूपकनिरूप्यभावः अस्ति इति प्रदर्शितम्. प्रतियोगिता निरूपित अनुयोगिता स च प्रतियोगिता कीदृशम् इति पुनः विवरणाय रूपत्व अवच्छिन्नप्रतियोगिता तर्हि रूपत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः प्रतियोगिता तया अनुयोगिता निरूपितः अस्ति इत्येव चित्रस्य अर्थः. वयं पूर्वमपि पठितवन्तः केवलं पुनःस्मरणाय एव अस्ति. अस्तु अग्रे पठतु महोदय, समापयतु. अयम् अयं प्रागुक्तार्थ दाध्याय अध्याध्याय पुनः स्मारितः. वायु विभागस्तु प्रयो प्रागेव चिन्तितः. तत्र शरीरे सञ्चरतः वायोः स्थान भेदात् संज्ञा भेद भेदमाः शरीरान्तः सञ्चरिति उदाधिः हृदय हृदयादि स्थानानि अधि अधिक मन्यत्र इति पुनः उक्तं. वायोः विचारः पुनः उत्थापितः. वायुः वायुविभागस्तु प्रागेव चिन्तितः. वायुः तस्य निर्देशः पूर्वमेव वयं पठितवन्तः. शरीरे यः वायुः अस्ति वायोः विषयद्वयं वृक्षादिकम्पनहेतुः शरीरान्तसञ्चारि इति विषयद्वयम् आसीत्. तत्र शरीरान्तसञ्चारि अस्माकं शरीरे यः सञ्चरति वायुः तस्यापि वैविध्यम् अस्ति. संज्ञाभेदः क्रियते उपाधिभेदात् नाम देशभेदात्. यः वायुः हृदयस्थः अस्ति तस्य संज्ञा भिन्ना. तदर्थं प्राण अपान वान इत्यादिकं संज्ञा कृतमस्ति. अधिकम् अन्यत्र उच्यते इति कृत्वा अग्रे गत्वा आकाशस्य निरूपणमस्ति. अस्तु अग्रे नीता भगिनी पठति वा. आं भगिनि. शब्दगुणकमाकाशं तच्चैकं विभु नित्यञ्च इति. शब्दः गुणः यस्य तत् शब्दगुणकम्. अत्र यद्यपि गन्धवती पृथ्वी इति लक्षणकरणमेव शब्दवत् आकाशमिति तथापि मीमांसकाः शब्दः द्रव्यमिति यत् अङ्गीकुर्वन्ति तन्निराकरणाय यस्य गुणत्वव्यवस्थापनाय च लक्षणे गुणपदं स्थापितम्. अस्तु उच्यताम्. शब्दगुणकम् आकाशम् तच्चैकं विभु नित्यञ्च इति. इति आकाशस्य विवरणमस्ति. शब्दः गुणः आकाशस्य लक्षणम्. शब्दः इति गुणः प्रथमतया इति कर्मधारयसमासः अस्ति. अनन्तरं शब्दगुणः यस्य सः शब्दगुणकः इति बहुव्रीहि कृत्वा शब्दगुणकः शब्दगुणकम् आकाशम् इति उक्तम् आकाशस्य निरूपणार्थं. तच्च एकं विभु नित्यश्च. विभु इत्युक्ते सर्वव्यापी, आकाशः सर्वत्र अस्ति, अस्माकं परितः सर्वत्र अस्ति, सर्वव्यापी. अपि च आकाशः नित्यः एव, यथा अपरत्र नित्यानित्या नित्याकार परमाणुरूपा नित्यकार्यरूपा इति आसीत् तथा नास्ति. आकाशमिति आकाशः नित्यद्रव्यमेव. शब्दगुणकम् आकाशम् इति उच्यते. अस्तु, अग्रे पठतु नीता भगिनी. सम्बन्धस्य अवच्छेदकत्व शब्दः गुणः यस्य तत् शब्दगुणकं. शब्दः गुणः शब्दः गुणः यस्य तत् शब्दगुणकम्. अत्र यद्यपि गन्धवती पृथ्वी इति लक्षणकरणम् इव शब्दवत् आकाशम् इति लक्षणकरणमेव उचितम्. तथापि अत्र भेदः अवगच्छति वा? गन्धवती पृथ्वी इति उक्तं पूर्वं पठितवन्तः. गन्धवती पृथ्वी तथा एव शब्दवत् आकाशः इति. शब्दवत् आकाशम् इति एव उचितं नैयायिकानां मते. ते तथैव कर्तुम् इच्छन्ति. गन्धवती पृथ्वी यथा आसीत् शब्दवत् आकाशम् इति वक्तुम् इच्छन्ति. किन्तु तथा नास्ति. शब्दगुणकम् आकाशम् इति उक्तं. किमर्थम् इति अग्रे पठतु. शब्दः द्रव्यमिति यत् अङ्गीकुर्वन्ति तन्निराकरणाय कस्य अङ्गीकारः? शब्द द्रव्यमिति कस्य अङ्गीकारः? मीमांसकाः. हा, मीमांसकानाम् अङ्गीकारः शब्दः द्रव्यम् इति. तदर्थं नैयायिकाः किं कुर्वन्ति? अग्रे पठतु. गुणत्वव्यवस्थापनाय च लक्षणे गुणपदं स्थापितम्. अवगच्छति वा? मीमांसकानां मतमस्ति शब्दः द्रव्यम् इति. इति ते अङ्गीकुर्वन्ति. किन्तु तन्निराकरणाय तस्य निराकरणाय नैयायिकाः किं कुर्वन्ति? शब्दस्य गुणत्वस्थापनं यत्नः अस्ति अत्र. शब्दगुणकम् इति उक्त्वा शब्दगुणकम् आकाश. गुणपदस्य स्थापनस्य कारणम् इदमेव. मीमांसकानां मते अथवा पूर्वपक्षीयानां मते तु शब्दः द्रव्यं. किन्तु नैयायिकाः वदन्ति शब्दः न गुण द्रव्यं न, अपि तु गुणः. तादृशः गुणः अस्ति आकाशे. तदर्थं पुनः गुणः इति शब्दः अत्र स्थापितः. शब्दः इति गुणः, सः च गुणः आकाशे अस्ति. तर्हि शब्दगुणकम् आकाशम् इति उक्तम्. शब्दगुणकत्वम् आकाशे अस्ति इति. शब्दवत्त्वम् आकाशे अस्ति अस्ति, परन्तु अत्र शब्दगुणकम् इति नूतन गुणपदं स्थापितं. न तत्र शब्दः इति गुणः कर्मधारयसमासः. शब्दः इति गुणः अस्तु. शब्द इति गुणः गुणः इति एकं पदं. शब्दगुणः यस्य तत् शब्दगुणकम् तादृशं द्रव्यं किम्? आकाशं. तर्हि शब्दगुणकं, शब्दगुणकम् इति आकाशस्य विशेषणत्वेन अस्ति अत्र. शब्दगुणकम् आकाशं विशेषणत्वेन अस्ति. तर्हि आकाशे किम् अस्ति इति वक्तुमिच्छति चेत् शब्दवत्त्वम् इति एव भवति. भगिनि, तत्र एतद् यद् बोर्ड् मध्ये दत्तमस्ति शब्दगुणकम् आकाशं तच्चैकं विभुनित्यः, तद् ओरिजिनल् ग्रन्थे अस्ति वा? ततः वाक्यं किल, अतः बोर्ड् मध्ये अस्ति. सत्यं सत्यं, बोर्ड् अपि च इटालिक्स्, इटालिक्स् मध्ये यद्भवति तद् मूलग्रन्थात् उद्धृतम्. अस्तु, अनन्तरं यद् अधः तस्य लिखितमस्ति तद् दीपिकायाम् अस्ति, तस्यैव अत्र सरलशब्देषु लिखितमस्ति किल? कस्य अधः? यद् बोल्ड् मध्ये अस्ति तस्य अधः यदस्ति. सत्यं, हा सत्यं सत्यम्. अस्तु भगिनि, धन्यवादः. अत्र पश्यति चेत् रूपरहितस्पर्शवान् वायुः, वायोः निर्देशनसमये सर्वत्र बोल्ड् अपि च इटालिक्स् मध्ये आसीत्, तर्हि मूलग्रन्थात् उद्धृतम् इति. आम् अस्तु अस्तु. अग्रे वर्धिनी भगिनी पठति वा? इदानीं केन उक्तं? संध्या भगिनी उक्तवती खलु? आं भगिनि. अन्य केनापि आगतम् अनन्तरं मध्ये नूतनतया? अस्तु, वर्धिनी भगिनी कृपया अग्रे पठतु. सम्बन्धस्य अवच्छेदकत्व व्यवस्थापनं. केचन समवायसम्बन्ध अवच्छिन्न आधेयत्वलाभाय गुणपदमिति आहुः, तेषामयमाशयः. एक एव पदार्थः अनेकेषु पदार्थेषु विभिन्नैः सम्बन्धैः भवति. निदर्शनं घटं स्वीकुर्मः, सः संयोगसम्बन्धेन भूतले वर्तते, समवायसम्बन्धेन कपाले वर्तते, तादात्म्यसम्बन्धेन स्वस्मिन् भवति, वक्ष्यमाणेन कालिकसम्बन्धेन महाकाले वर्तते, विषयितासम्बन्धेन च ज्ञाने वर्तते. अत्र चिन्त्यते. अस्तु भगिनि, किञ्चित् उच्यतां यदवगतम्. सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनं. अस्तु, उत्तमं. सम्बन्धस्य अवच्छेदकव्यवस्थापनं किमर्थम्? अवच्छेदकम् अवच्छेदकनिरूपणं सम्बन्धेन. किमर्थम् आवश्यकं सम्बन्धः अवच्छेदकः भवतु? प्रश्नः अस्ति वा कस्यापि? सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनं. केचन समवायसम्बन्ध अवच्छिन्न आधेयत्वलाभाय गुणपदमिति आहुः. अत्र उदाहरणं दीयते. एकः पदार्थः घटः इति, एकः एव पदार्थः, सः पदार्थः कुत्र कुत्र वर्तते? संयोगसम्बन्धेन भूतले वर्तते, समवायसम्बन्धेन कपाले वर्तते, तादात्म्यसम्बन्धेन स्वस्मिन् भवति, वक्ष्यमाणेन कालिकसम्बन्धेन महाकाले वर्तते, विषयिता सम्बन्धेन च ज्ञाने वर्तते. किन्तु किन्तु घटः भिन्नभिन्नघटः वा एकः एव घटः वा? एक एव घटः, भिन्नसम्बन्धः सन्ति. सन्ति, अस्तु. भिन्नभिन्नसम्बन्धाः सन्ति, एकः एव घटः. घटः कस्मिंश्चित् वर्तते. घटः भूतले वर्तते, कपाले वर्तते, स्वस्मिन् वर्तते, महाकाले अथवा ज्ञाने वर्तते. तर्हि घटः अत्र किम् अस्ति? आदेयः अस्ति वा, अधिकरणम् अस्ति वा? घटः आधेयः अस्ति. घटः आधेयः भूतलम् अधिकरणतः. भूतलम् अधिकरणम् अथवा कपालः अधिकरणं, पुनः महाकालः अथवा ज्ञानम् अधिकरणं. किन्तु आधेयः एकः घटः इति, खलु? तर्हि घटे किम्? घटे घटः आधेयः, तस्मिन् विद्यमानः धर्मः कः? आधेयः अस्ति, तदर्थम् आधेयता इति धर्मः घटे अस्ति. तर्हि एकः एव घटः सर्वत्र अस्ति, तर्हि वयं कथं जानीमः ज्ञाने विद्यमानघटस्य आधेयता भिन्ना, महाकाले विद्यमानस्य घटस्य आधेयता भिन्ना, अथवा कपाले विद्यमानस्य घटस्य आधेयता भिन्ना इति कथं जानीमः? कथं जानीमः? सम्बन्धेन. सम्बन्धेन ज्ञायते. हा, तर्हि सम्बन्धः अत्र अवच्छेदकः अस्ति. अवच्छेदकधर्मः. अवच्छेदक सम्बन्धः अपि अवच्छेदकः भवितुम् अर्हति. सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनम् अत्र क्रियते. एकः एव भवति वस्तु, किन्तु तस्य तस्मिन् विद्यमाना आधेयता भिन्ना भिन्ना भवति, अधिकरणताम् अनुसृत्य वा अथवा सम्बन्धम् अनुसृत्य. तदर्थं सम्बन्धम् उपयुज्य आधेयतायाः भिन्नता स्थापनार्थं सम्बन्धः अवच्छेदकः भवति इति अत्र प्रदर्शितमस्ति. बुद्धम्? अस्तु, संध्या भगिनी अग्रे पठति वा? चित्रे दर्शितरीत्या एकस्मिन् घटे अनेकाः आधेयताः सन्ति, तास्तु प्रत्येकं भिन्नाः. ज्ञाने अनुत्पन्ने तन्निरूपिता आधेयता न भवति चेदपि कपालनिरूपिता आधेयता भवति, तदापि कपाले घटस्य सत्वात् एवम् अन्यत्र. तदेव अस्ति यद् पूर्वं पूर्वस्मिन् परिच्छेदे अस्ति. तत्र एकस्मिन्नेव घटे अनेकविध आधेयताः भवन्ति इति. प्रत्येक आधेयता भिन्नभिन्न भिन्नाभिन्ना अस्ति इति. यदि ज्ञानं न भवति, यदि विषयिता तत्र न ज्ञायते, विषयिता सम्बन्धेन ज्ञाने वर्तते इति यद्वाक्यमस्ति, यदि तद् ज्ञानं न भवति चेदपि तत्र कपाले घटस्य सम्बन्धः अस्ति, तस्य आधेयता तत्र भवति इति. तदापि ज्ञाने नास्ति चेदपि कपाले अस्ति घटः इति तत्र निरूपितः अस्ति. एवम् अन्यत्र, तत्र स्पष्टतया किं वक्तुम् इच्छन्ति सम्यक् रीत्या न जानामि अहं, परन्तु एतद् अवगतम्. अस्तु, सत्यम्. अग्रे पठामः इतोपि. भगिन्या यदुक्तम् अवगतं स्यात् सर्वैः, ज्ञाने अनुत्पन्ने ज्ञानं न भवति तदा घटः ज्ञाने विषयितासम्बन्धेन भवति, इति आधेयता एव न भवति. यदा ज्ञानं भवति तदा ज्ञानस्य विषयः भवति, तदा विषयितासम्बन्धः आधेयता वा न भवति. यद्यपि ज्ञाने विषयितासम्बन्धेन घटः न वर्तते, अपि निरूपित तेन निरूपित आधेयता न वर्तते, तथापि कपटनिरूपित आधेयता तु भवति एव. घटः सर्वकपाले वर्तते, अपि च काले अपि घटः वर्तते कालिकसम्बन्धेन. तर्हि ज्ञानं भवति चेत् घटस्य आधेयता भवति इति न, अपरत्र अपि घटस्य आधेयता भवति. यद्यपि ज्ञानं नास्ति तदा अपि आधेयता तु वर्तते. तदर्थं सम्बन्धस्य आवश्यकता अस्ति आधेयता भिन्ना भिन्ना इति प्रदर्शनाय. अस्तु, सन्ध्या भगिनी एव अग्रे पठतु किञ्चित्. अस्तु, सर्वासाम् आसां परस्परभेदसाधनाय सम्बन्धस्य उपयोगः भवति. कपालनिष्ठाधिकरणतानिरूपिता अधेयता ज्ञाननिष्ठाधिकरणतानिरूपिता अधेयत्वात् भिन्ना. कुतः? समवायात्. समवायसम्बन्धो हि घटकपालयोः विद्यमानः. इयमाधेयता ज्ञाननिरूपिताधेयत्वात् भिन्ना इति बोधयति. इदं बोधकत्वम् एव सम्बन्धस्य आधेयतावच्छेदकत्वं. तत्र भिन्नभिन्नसम्बन्धेषु तत्र का भिन्नता अस्ति इत्येव तत्र परस्परभेदः यः अस्ति तदेव अत्र वदन्ति ते इति चिन्तयामि. तत्र कपाले घटः भिन्नसम्बन्धेन वर्तते, पुनः अन्यत्र भिन्नसम्बन्धेन इत्येव तत्र तत्र आधेयः भिन्नभिन्नः, न क्षम्यताम्, आधारः भिन्नभिन्नः अस्ति. आधेयः एकः एव, आधारः भिन्नः भिन्नः अस्ति, तदेव सम्बन्धस्य भिन्नतां दर्शयितुम् एव अत्र एतस्य वदनमस्ति. आधेयतायाः भिन्नतां प्रदर्शयितुम्, आधेयतायाः भिन्नतां प्रदर्शयितुं घटः यदा महाकाले वर्तते तत्रापि आधेयता अस्ति. घटः यदि ज्ञाने वर्तते तत्रापि आधेयता अस्ति. कपाले यदा घटः अस्ति तत्रापि आधेयता अस्ति. तर्हि आधेयतानां भिन्नता, एका आधेयता अपरस्याः भिन्ना इति प्रदर्शयितुं सम्बन्धस्य उपयोगः भवति. अत्र उदाहरणं दीयते, कपालनिष्ठ अधिकरणता निरूपित आधेयता ज्ञानाधिकरणता निरूपित अधेयतत्वात् भिन्ना. कुतः? समवायात्. नाम कपालनिष्ठ अधिकरणता निरूपित या आधेयता अस्ति सा आधेयता ज्ञाननिष्ठ अधिकरणता निरूपित आधेयतात् भिन्ना. कथं? कपालघटयोः मध्ये समवायसम्बन्धः, किन्तु ज्ञानघटयोः मध्ये विषयितासम्बन्धः. सम्बन्धम् उपयुज्य आधेयतानां मध्ये भेदस्थापनं भवति अत्र. तदर्थं सम्बन्धस्य आधेयतावच्छेदकत्वम् अत्र स्थापितम्. स्पष्टं भगिनि, आधेयता स्वीकृत्य सम्बन्धं स्वीकृत्य आधेयतानिरूपणं भवति. हा, सत्यं सत्यम् इत्येव अस्ति अत्र. अस्तु भगिनि. इति कृत्वा इदं बोधकत्वमेव सम्बन्धस्य आधेयता अवच्छेदकत्वं. सम्बन्धस्य अवच्छेदकत्वं कस्य अवच्छेदकत्वम्? आधेयतायाः अवच्छेदकत्वं सम्बन्धे अस्ति. इति अर्थः अत्र सम्बन्धस्य आधेयता अवच्छेदकत्वम् इति वदनेन. स्पष्टं स्यात्? आं भगिनि. अस्तु, अग्रे राजेन्द्रमहोदय पठति वा? आं भगिनि. पूर्वभागे घटनिष्ठप्रतियोगिता पटनिष्ठप्रतियोगितातः अन्या इति बोधनाय घटत्वपटत्वयोः उपयोगः दर्शितः. परन्तु एक एव घटः सर्वत्र वर्तते इति आधेयता अवच्छेदकघटत्वम् आदाय आधेयत्ववानां भेदं न साधितुं प्रभवामः. कुतः घटत्वम् अपि खलु अवच्छेदकम् एकम्. अतः सर्वा आधेयिताः घटत्वाच्छिन्नाः, अतः न तेन भेदसिद्धिः. अस्तु, उच्यतां महोदय. प्रयत्नं करोमि, न अवगच्छामि इदानीं. वाक्यशः पठतु. पूर्वभागे घटनिष्ठप्रतियोगिता पटनिष्ठप्रतियोगितातः अन्या इति बोधनाय घटत्वपटत्वयोः उपयोगः दर्शितः. घटे यः प्रतियोगिता अस्ति सः प्रतियोगिता पटे न अस्ति. तत्कारणात् घटनिष्ठप्रतियोगिता ततः घटपटे मध्ये कः भेदः अस्ति तत् अवगन्तुं शक्नुमः. एव केन अवगन्तुं शक्नुमः? घटत्वपटत्व यथा घटस्य धर्मः अस्ति, घटत्वपटस्य धर्मः तत्त्व तेन अवगन्तुं शक्नुमः. तर्हि घटत्वपटत्व इति अवच्छेदकधर्मः आसीत् घटत्वपटत्वयोः भेदस्थापनाय. अधुना का स्थितिः? परन्तु एक एव घटः सर्वत्र वर्तते इति आधेयता अवच्छेदकघटत्वम् आधाय आधेयत्वान् भेदं न साधयितुं प्रभवामः. ओ, यदा वयं वदामः घटत्वपटत्व अवच्छेदकं भवति सः धर्मः, परन्तु सः धर्मः अन्यत्र आधेयित अवच्छेदक आदाय किञ्चित् न साधयितुं शक्नुमः. तथा तद्भेदं न शक्नुमः आधेयित. किमर्थं तथा कर्तुम्? अत्र घटपटयोः मध्ये भेदस्थापनाय घटत्वपटत्वयोः अवच्छेदकतायाः आवश्यकता आसीत्. किन्तु अत्र अन्यत् यथा पूर्वं दृष्टवन्तः तादात्म्यसम्बन्धः कपालः समवायसम्बन्धेन भूतले संयोगसम्बन्धेन यथा तत्र अत्र न प्रश्नः अस्ति किमर्थं घटत्वस्य उपयोगः न भवितुम् अर्हति. यदा तत्र अवच्छेदकता न अस्ति यथा भूतले अस्ति अथवा कपाले अथवा स्वस्य. अस्तु अस्तु, किन्तु घटः एकः एव. वदतु भगिनि. घटत्वं पटत्वम् उभयत्र अवच्छेदकधर्मः भिन्नः अस्ति. परन्तु अत्र धर्मः घटत्वमेव, सर्वत्र धर्मः घटत्वमेव अस्ति. तत्कारणात् वयं अवच्छेदकधर्मः भिन्नः भिन्नरीत्या दर्शनीयं. सम्बन्धं स्वीकृत्य अवच्छेदकत्वं दर्शनीयम्. हा, अस्तु, इति विषयः. इति अस्ति विचारः. घटः तु एकः एव, पुनः घटत्वपटत्व इति भेदः कुतः जनयेत? तदर्थम् आधेयता सर्वत्र आदेयताः भिन्नभिन्नाः, किन्तु घटः तु एकः एव, तर्हि घटत्वमपि एकः. तस्य उपयोगेन आधेयतानां मध्ये भिन्नतां प्रदर्शितुं न प्रभवामः. अस्तु, अग्रे पठतु महोदय. कुतः? तदेव उक्तमस्ति, केवलं घटत्वम् अपि खलु अवच्छेदकम् एकम्, अतः सर्वा आधेयता घटत्वाच्छिन्नाः, अतः न तेन भेदसिद्धिः. घटत्वच्छिन्नः अस्ति यदा घटत् पठत् भेदः करणीयमस्ति, परन्तु अत्र तथा न भवितुम् अर्हति. यथा सः तु घटत्वं सर्वेषाम् अस्ति, सर्वेषां घटः एक एव अस्ति, तथा कथम् अवच्छेदकं भवति? तथा न भवितुम् अर्हति, घटत्वप्रयोगेण अवच्छेदकता न भवितुम् अर्हति. एवं वा सत्यं, तदर्थं न भवति, भेदः न भवति, अपि च तदर्थं सम्बन्धस्य स्वीकारः अस्ति अवच्छेदकधर्मत्वेन. सम्बन्धः अवच्छेदकधर्मः भवतु इति कृत्वा आधेयतानां मध्ये भेदस्थापनं भवति इति. अवगच्छन्ति वा सर्वे? अत्र भ्रमः अस्ति किम्, अथवा प्रश्नः अस्ति वा? अस्तु, अग्रे रश्मी भगिनी पठति वा? हरि ओम्. हलो, आं भगिनि. अत्र च समवायप्रयोगः, समवायः समवायोपयोगः समवायः कपालनिरूपित आधेयता भिन्न इति ज्ञापयति, अतः सः आधेयता अवच्छेदकः, तेन अविच्छिन्ना अन्यत्वेन बोधिता आधेयता. तथा च पूर्ववत् समवायनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति आधेयता, आधेयतानिष्ठ अवच्छेद्यता निरूपित अवच्छेदकतावान् समवायः इति परिष्कर्तव्यम्. इत्थम् एव विषयितासम्बन्ध अविच्छिन्न घटनिष्ठा आधेयतानिरूपित अधिकरणतावत् ज्ञानम्, कालिकसम्बन्ध अविच्छिन्न आधेयतानिरूपित अधिकरणतावान् कालः, संयोगसम्बन्ध अविच्छिन्न अधेयतानिरूपित अधिकरणतावत् भूतलम् इत्येवं ज्ञातव्यम् इति. अवच्छेदक अवच्छेद्य भावः पूर्वं पठितवन्तः वयम्. अत्र अवच्छेदकधर्मः कः भगिनि? अवच्छेदकधर्मः चिन्तयतु. पूर्वं जलत्वमासीत् अवच्छेदकप्रतियोगितायाः, घटत्वपटत्वयोः मध्ये प्रतियोगिता भवति घटत्वस्य चेत् घटत्व अवच्छेदकधर्मः आसीत् प्रतियोगितायाः, पटे विद्यमानप्रतियोगितायाः अवच्छेदकः पटत्वं. तथा अत्र घटे सर्वत्र वर्तते, घटे आधेयता अस्ति, आधेयतायाः अवच्छेदकधर्मः कः? रागिणी भगिनी साहाय्यं करोति वा? न ज्ञातुं शक्नोमि, क्षम्यतां महोदय. सम्बन्धः भिन्न अस्ति तथा वा? सम्बन्धः अवच्छेदकः अस्ति अत्र. घटे भिन्नभिन्नस्थलेषु घटः वर्तते, घटः कपाले वर्तते समवायसम्बन्धेन, घटः काले वर्तते कालिकसम्बन्धेन, घटः ज्ञाने वर्तते विषयितासम्बन्धेन. घटः तु एकः एव, तदर्थं घटत्वस्य उपयोगेन आधेयतायाः भिन्नतां प्रदर्शयितुं न प्रभवामः. तदर्थं सम्बन्धस्य स्वीकारः अस्ति इति अवगच्छति वा? अत्र अहं अहं शीघ्रमेव वदामि, तदनन्तरं समापयितुं शक्नुमः. समवायः कपालनिरूपिता आधेयता भिन्ना इति ज्ञापयति, अतः सः आधेयतावच्छेदकः. यत्र यत्र घटः कपाले वर्तते इत्यस्मिन् सन्दर्भे समवायः घटस्य आधेयतां भेदयति. घटः ज्ञाने वर्तते इत्यस्मिन् सन्दर्भे विषयिता इति सम्बन्धः घटस्य आधेयता भिन्ना अपरस्याः आधेयतायाः इति प्रदर्शयति. तदर्थं सम्बन्धः इति अस्ति अवच्छेदकः. वयं पूर्वमपि पठितवन्तः जलत्वनिष्ठ अवच्छेदकतानिरूपित प्रतियोगितानिष्ठ अवच्छेद्यत इति. अत्र तथैव सम्बन्धे अवच्छेदकता अस्ति. चित्रं रचयन्ति चेत् मनसि चित्रं रचयन्तु, सम्बन्धः अस्ति, तस्य पार्श्वे अस्ति आधेयता, सम्बन्धः आधेयता, सम्बन्धस्य उपरि अस्ति अवच्छेदकता, आधेयतायाः उपरि अस्ति अवच्छेद्यता इति कृत्वा तत्र वाक्यानि प्रदर्शितानि सन्ति. समवायनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति आधेयत इति. समवायः इति सम्बन्धः अवच्छेदकः, तस्मिन् अवच्छेदकता अस्ति, तया निरूपित अवच्छेद्यता अस्ति आधेयतायामिति. अवगतं वा? अस्तु रागिनी भगिनि, अग्रिमवाक्य चतुष्टयं पठित्वा समापय. भगिनि चित्रं भवती उक्तवती किल, सम्बन्धः सम्बन्धः अधोभागे अस्ति, तस्य उपरि अस्ति अवच्छेदकता. अस्तु, तस्य पार्श्वे अधोभागे आधेयता, उपरि अस्ति अवच्छेद्यता. पुस्तके अपि अस्ति, भवती जलं तत्र पश्यति चेत् प्राप्तुं शक्नोति इति चिन्तयामि. किन्तु तत्र सरलरीत्या वदामि चेत् यः कोऽपि सम्बन्धः भवतु, समवायः वा कालिकसम्बन्धः वा यः कोऽपि भवतु, सः अधोभागे, तस्य उपरि अवच्छेदकता, तस्य पार्श्वे आधेयत, अपि च तस्य उपरि अवच्छेद्यता इति भवति. तयोः मध्ये सर्वं वयं जानीमः एव, निष्ठा वर्ति इति उक्त्वा निरूपकनिरूप्यभावः स्थापयितुं वयं जानीमः एव. तस्य सूचना अत्र वाक्यानि सन्ति. गृहे प्रायः चित्रं स्थापयित्वा पठन्ति चेत् स्पष्टं स्यात्. भगिनि? अस्तु. तथा च पूर्ववत् समवायनिष्ठावच्छेदकता निरूपिता अवच्छेद्यतावती आधेयता, आधेयता निष्ठावच्छेदत्या अवच्छेद्यता निरूपिता अवच्छेदकतवान् अवच्छेदकतावान् समवायः इति परिष्कर्तव्यम्. तावदेव प्रथमम् विपरीतदिशि, प्रथमतया आधेयतायाः विवरणम्, अनन्तरम् आधेयतायाः उपयोगेन समवायस्य विवरणम्. चित्रं तु एकमेव, अपरस्यां दिशि गतं, तावदेव निरूपणम्. इत्थमेव विषयितासम्बन्धावच्छिन्नघट्टनिष्ठाधेयतानिरूपिता अधिकरणतावत् ज्ञानम्, कालिकसम्बन्धावच्छिन्नाधेयता निरूपिता अधिकरणतावान् कालः, संयोगसम्बन्ध अवच्छिन्ना आधेयता निरूपिता अधिकरणतावत् भूतलम् इत्येवं ज्ञातव्यम्. अत्र ज्ञानं कालः इति सर्वं किम् अस्ति? तत्र सर्वं अधिकरणम् अस्ति. सत्यम्, अधिकरणम् अस्ति. ज्ञानं कालः इति सर्वम् अधिकरणम् अस्ति. तस्य निरूपणं पुनः आधेयतायाः उपयोगेन, सम्बन्धः सम्बन्धम् अवच्छेदकत्वेन उपयुज्य आधेयतायाः निरूपणं कृत्वा अधिकरणं यदस्ति तस्य निरूपणं भवति. कालिकसम्बन्ध अवच्छिन्न आधेयता निरूपित अधिकरणतावान् कालः इत्यादिकम् उक्त्वा. चित्रं स्थापयन्ति चेत्, कागदे चित्रं लिखित्वा सर्वं पश्यन्ति चेत् स्पष्टं भवति. अत्र जाटिल्यं किमपि नास्ति, पूर्वमपि कृतमासीत्. कोऽपि प्रश्नः अस्ति वा? गते वर्गे एतावत् पर्यन्तं कृतम्. अग्रिमे सप्ताहे इतः परं सरामः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः. धन्यवादः. धन्यवादः.